नमस्कारः. पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. यङ् लुगन्तानां सार्वधातुकलकारेषु तिङन्तरूपाणि इति पाठः. तत्र आकारान्तदातवः दृष्टवन्तः प्रथमं. तत्र सामान्य आकारान्तदातवः, विशेष आकारान्तदातवः, सम्प्रसारिणी दातवः इति विभजनत्रयं कर्तुं शक्यते. सामान्य आकारान्तदातवः अस्ति चेत् तत्र हलादि अपित्सु ईहल्यगोः इत्यनेन ईकारादेशः, अजादि अपित्सु कृष्णाभ्यस्तयोरातः इत्यनेन आकारलोपः भवति इति रूपम्. एतत्सु सामान्य कार्यं. हलादिपित्सु अजादिपित्सु तु केवलं यदा सन्धिकार्यस्य सम्भावना अस्ति चेत् सन्धिकार्यम्, अन्यत् किमपि नास्ति. यदा विशेषधातुः धा धातुः, दाधा ग्वधा गूसंज्ञकधातुः स्वीकुर्मः चेत् तत्र ईहल्यगोः इत्यस्य प्रसक्तिः नास्ति. अतः तत्र श्नाभ्यस्तयोरातः इत्यनेन एव आत्वं. हलादि अपित्सु अजादि अपित्सु श्नाभ्यस्तयोरातः इत्यस्य एव कार्यं भवति. हलादि अजादि पित्सु यदा पूर्वं कार्यं भवति. तत्र लोट्लकारे वयं ग्वसोरेध्वाभ्यासलोपश्च इति सूत्रं दृष्टवन्तः. अनेन ही प्रत्यये परे अस् गूसंज्ञकधातोः अस्धातोः स्थाने एकारादेशः भवति. अभ्यासस्यापि लोपकार्यं भवति. कार्यद्वयं ग्वसोरेध्वा अभ्यासलोपश्च इति सूत्रं. देहि इति रूपं भवति. अनन्तरं तत्र एव धदस्ततोश्च इति सूत्रमासीत्. अनेन किं भवति इत्युक्ते, यदा श्नाभ्यस्तयोरातः इत्यनेन आकारलोपः जातः, इदानीं तकारे परे ठकारस्य तत्र ध स्थाने ध आदेशः भवति. ध ध सः यदा भष्भावः इति वदामः किल, तादृश अत्रापि धा ध सः इति रूपम्. इदानीं ज्या इति सम्प्रसारणी धातुः तृतीयम् आसीत्. तत्र ग्रहीज्या इत्यनेन सम्प्रसारणकार्यं भवति. ङिति कितिङ् इति प्रत्यये परे, अतः हलादि अपित्सु एव कार्यम्. अनन्तरं हलः इत्यनेन दीर्घः अपि भवति. हलादि अपित्सु कार्यद्वयं, ग्रहीज्या इत्यनेन सम्प्रसारणं, हलः इत्यनेन दीर्घः, जाजीतः इति रूपं भवति. अजादि अपित्सु अत्रापि कित् ङित् प्रत्यये परे, अतः सम्प्रसारणं तु भवति एव. दीर्घत्वम् अनन्तरं धात्वन्तस्य ईकारस्य यण् आदेशः भवति एरनेकाचो संयोगपूर्वस्य इति सूत्रेण. अतः झाझ्या योगः अति प्रथमं सम्प्रसारणकार्यम्, अनन्तरं दीर्घत्वं. जकारः यकारः, यकारः हल्वर्णः, अतः हलः इत्यनेन तत्र दीर्घत्वम्. अनन्तरम् एरनेकाचो संयोगपूर्वस्य इत्यनेन यण् जाज्यति इति रूपम्. अङ्गावयवात् हलः यदुत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घो भवति इति. एतावता आकारान्तविषये त्रयः प्रभेदाः. तत्र सम्प्रसारणी धातुः, सामान्यधातुः, अनन्तरं विशेष धा धातुः गूसंज्ञकः इति स्वीकुर्मः चेत् तद्विशेषधातुः. असंयोगपूर्व इकारान्त ईकारान्तदातवः इति यदा स्वीकुर्मः, तत्र वयं नेनि भेबि इति दीर्घ ईकारान्तस्य, जेजि चेचि इति ह्रस्व ईकारान्तस्य दृष्टवन्तः. कार्यं तु समानमेव सर्वत्र. इदानीम् ईकारान्तम् अस्ति, अतः सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः. हलादिपित्सु अजादिपित्सु, अनन्तरम् अजादिपित्सु तु एचोयवायावः इत्यनेन तत्र अवादेशः अयादेशः भवति. हलादि अपित्सु तु गुणनिषेधः भवति. अनन्तरम् अजादि अपित्सु यणादेशः एरनेकाचो संयोगपूर्वस्य इत्यनेन भवति. नेनी योगः अति, नेन्यति इति तत्र रूपं भवति. अत्र जुसि च इत्यस्यापि कार्यं तत् स्मरणे भवतु. उस् प्रत्यये परे जुसि च इत्यनेन अजादौ जुसि परे इगन्तस्य अङ्गस्य गुणः भवति. सामान्यतया उस् इति अपित् अस्ति, अजादि अपित्, अत्र गुणनिषेधः भवति. परन्तु विशेषकार्यम् इति इत्यनेन अत्र अनेनी योगः उः तत्र अनेनयुः इति तत्र जुसीच इत्यनेन गुणः भवति जुसि परे इङन्तस्य अङ्गस्य गुणः इति एतदेव आसीत् असंयोगपूर्व ईकारान्त ईकारान्त इदानीं संयोगपूर्व तदेव प्रायः वयं गतसप्ताहे कृतवन्तः वा ऋकारान्तं कृतवन्तः संयोगपूर्व ईकारान्त ईकारान्तः अस्ति चेत् तत्र अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ इत्यस्य कार्यं तत्र संयोगपूर्व असंयोगपूर्व अस्ति चेत् एरनेकाचो परन्तु सामान्यसूत्रमस्ति अचिष्णुधातु ब्रुवां तस्य अनेन इयङ् आदेशः भवति चेक्रीयोगः अथि तत्र ईकारान्तः अस्ति संयोगपूर्वः अस्ति अतः अतः इति न तत्र एरनेकाचो इत्यस्य प्रसक्तिः नास्ति सामान्यसूत्रम् अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ चेक्रीयति चेक्रीयति इति रूपम् अनन्तरम् उकारान्त ऊकारान्त यथा ईकारान्तः आसीत् तादृशमेव उकारान्तः ऊकारान्तः हलादिपित्सु अजादिपित्सु गुणः अनन्तरं हलादि अपित्सु गुणनिषेधः अजादि अपित्सु अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ एरनेकाचो केवलम् एहे अतः ईकारान्तेषु एव एरनेकाचो संयोगपूर्वस्य इत्यस्य कार्यम् उवङ् आदेशः तु अचिष्णुधातु ब्रुवां युवोरियङ् वङ्गौ उकारान्तरूपी अङ्गम् अतः उवङ् आदेशः एव भवति अत्रापि जुसि च इत्यनेन इगन्तस्य अङ्गस्य गुणः भवति एतावत् अभवत् ईकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः ऋकारान्तः ऋकारान्तः ह्रस्वः ऋकारान्तः हृधातुः विषये दृष्टवन्तः अतः ऋतश्च इत्यनेन तत्र आदेशत्रयं भवति चक्र चरीकृ चरीकृ ऋक् रीक् इति आदेशत्रयं तत्र भवति इति दृष्टवन्तः तत्र महोदयेन प्रायः चक्र इत्यस्य रूपम् उक्तवान् गतसप्ताहे अद्य वयं चरीकृ इत्यस्य पश्यामः समानमेव भवति परन्तु अस्माकम् अभ्यासार्थं हलादिपित्सु गुणः अत्रापि अजादिपित्सु अपि गुणः हलादि अपित्सु स गुणनिषेधः अजादि अपित्सु सर्वसामान्यकार्यम् अत्र इकारान्तरूपी अङ्गं नास्ति उकारान्तरूपी अङ्गं नास्ति ईकार संयोगपूर्व इकार असंयोगपूर्व इकारः अपि नास्ति ऋकारान्तमङ्गम् अतः इको यणचि इत्यनेन यणादेशः भवति अस्तु भगिनी भवती वदति वा चरिकृ प्रायः अन्ये अद्य न आगतवन्तः अस्तु भगिनि चरिकृ ओके भगिनि हौ डिड् वि गेट् चरिकृ ऋक् आदेशः इत्यनेन त्रयः आदेशः 7492 अहं बहिः अस्ति भगिनि सो एनि अस्तु भगिनि चरिकृ चरिकृयुगः ति गुणः भवति चरिक्रीयुग् ति इति चरिकृयुगः चरिकृयुगः ति ति गुणः भवति गुणः भवति इत्यनेन चरि चरि कृ अर् चरिकर् चरिकर् योगः ति चरिकर्ति इति भवति देन् ति ईति ईति अपि पित् प्रत्ययः चरिकृयोगः ईति गुणः भवति कृ इति कर् इति भवति चरिकर् योगः ईति चरिकरीति इति भवति देन् इति इति तः तः इति कृते अजादि नाट् अजादि हलादि अपित् हलादि अपित् इत्यनेन गुणनिषेधः भवति गुणनिषेधः चरिकृयोगः तः चरिकृतः देन् ति इति देन् then that 714 and then ati iti krite charikru yogah ati iko enachi charikru yogah ati ajadi tanena iko enachi eva charikru rikarasya sthane repa adeshah bhavati chari chari krati chari krati iti bhavati chari karti kartya kru kru bhagini so repasya sthane no rikarasya sthane repa adeshah bhavati repa chari krati chari krati chari krati चरिकृति इति भवति देन् ति इति सि सि इसि सि इति सि इसि द्वयोः अपि पित् प्रत्ययः गुणः भवति चरिकृयोगः सि चरिकर्षि इति भवति अनन्तरं चरिकरीषि इति भवति देन् तः गुण तः त गुण नास्ति चरि गुण नास्ति इत्यनेन चरिकृ न चरिकृयोगः तः सो चरिकृतः चरिकृतः चरिकृत इति भवति देन् उत्तम उत्तमपुरुष एकवचनं मी इमि गुणः भवति चरिकर्मि चरिकरीमि इति भवति नो चरिकरीमि ह्रस्वैकारः देन् चरि मि वहमः गुणनिषेधः भवति चरि चरि कृमि न कृ मि इमि वहमः चरि चरिकृवः चरिकृमः इति भवति सम्यक् सम्यक् चरिकृवः चरिक्रमः तत्र लोट् तु समानमेव भवति महोदय तत्र लङ् वदति वा अस्माकं जुसि च कार्यम् एकवारं चरीक्रियति वा स्वीकरोतु अभ्यासः एव अचरीकृतम् अत्र अचरीकृताम् इति भवति अचरीकृताम् अचरीकृयौः अत्र द्युति चैतनेन तत्र तत्र गुणः भवति अचरीकर् अचरीकर्युगौः अचरीकरुः इति भवति अचरीकरुः अचरि अचरीकृयुगस् अचरी अचरीकर एकञ्च कर् एकञ्च किं पुनः वदतु महोदय अचरीकर् योगः स किल योगस् इति अस्ति तत्र किमर्थम् अस्माकं ससजुषोरुः न भवति लोपः भवति वा इदानीं राक्षस्य इत्यनेन तत्र निषेधः भवति किल ध्वनिः न श्रूयते खलु भगिनि भग्नः जातः किञ्चित् मध्ये मध्ये भग्नः जातः मम कृते इति न तत्र लाग् अस्ति मध्ये मध्ये लाग् भवति महोदय. आम् आम् आम् महोदय. पूर्वमेव सम्यक् आसीत्. श्रूयते वा? हा श्रूयते. हा इदानीं श्रूयते. इदानीं सम्यक् अस्ति. हा इदानीं सम्यक् अस्ति. अहं म्यूट् मध्ये भवामि महोदय. पुनः तद् मम रचि नास्ति. अस्माकं ससजुषोरुः करवसानि अनुसर्जनीयः एव. परन्तु अचरीकर् सकारः अस्ति. अप्रत्तं हल् इत्यनेन समीचीनं महोदय. क्षम्यतां, लोपः भवति. सकारस्य तु लोपः भवति. अनन्तरम् अचरीकर् इति अस्ति किल, तत्र ससजुषोरुः आगच्छति. क्षम्यतां, करवसाने अवसाने अस्ति किल रेपः. समीचीनं महोदय. आम् सत्यं, तावदेव. तत्र किमपि अत्र कृधातुः यदा चक्र इत्यत्र कृतवन्तः तादृशमेव रूपाणि अत्रापि आगच्छन्ति. तावदेव, अत्र भेदः इति किमपि नास्ति. रूपभेदः एव, प्रक्रियाभेदः. आम् वदतु महोदय. आम् आम् एकम् अचरीकृतं प्रथमपुरुषे अपि अहं दोषेन उक्तवान् अचरीकः इति खलु, अचरीकः. तत्रापि समानमेव आगच्छति. सत्यं, सकारस्यापि कल्म्याभ्यो इत्यनेन लोपः भवति. सत्यं, अग्रे सरामः. तावदेव, अत्र यदा वयं तत्र धातुद्वयम् इतोपि अस्ति, तत्रापि समानकार्यमेव. जह्र, जरिह्र, जरीह्र, अनन्तरं बभ्रु, बभ्रु, बरिभ्रु, बरिभ्रु. समीचीनं वा? तत्र जह्र इत्यत्र जकारः कुतः आगतः? तत्र हृ इति धातुः, हृ धातुः अस्ति, हृ धातुः अस्ति, हृ इति भवति अनन्तरं खलु तत्र किं भवति अत्र हरि उरत् इति भवति खलु तत्र सत्यम् उरत् उरत् खलु उरत् अनन्तरं तत्र हर् इति भवति अनन्तरं तत्र कुहो चुः इत्यनेन आदिशेषः उरत् उरत् नास्ति उरत् नास्ति क्षम्यतां तत्र आं सत्यं उरत् अनन्तरम् अलादिशेषः अनन्तरं जर् इति भवति कुहोश्चु इत्यनेन अनन्तरं तत्र ऋतश्च इत्यनेन तत्र जरीहृ जर्हृ इति रूपाणि इति रूप धातोः धातोः रूपाणि सत्यम् अतः कुहोश्चुः इत्यस्य कार्यं जह्र हृ हृ हर् हृ हलादिशेषः हाहृ जह्र इति कुहोश्चुः अनन्तरं विशेषकार्याणि ऋतश्च इत्यनेन ऋक् रीक् इति आदेशः जरिहति धनं जरिहति इति भवति खलु समीचीनं सम्यक् भवति वा हरति चोरः धनं जरीहर्ति इदानीन्तनकाले समीचीनं पुनः पुनः सत्यमेव पुनः हृ धातोः अर्थः तदेव अतः सम्यक् एव जरीह अग्रिमदातुं प्रति गच्छामः वा उषा भगिनी पठति वा अनौष्ट्यपूर्व ऋकारान्त ऋकारान्तः दृष्टवन्तः इदानीं ऋकारान्त अस्तु भगिनि अनौष्ट्यपूर्व ऋकारान्ताः धातवः ऋ इति दीर्घ ऋकारान्तस्य कृते तातृ इति भवति तृ तातृ तातृ ऋकार तृतृ ऋकारादिन् ओ गुणः भवति प्रथम अभ्यासस्य तृतृ दिन् हलादिशेषः हलादिशेषः इत्यनेन उरत् भवति किल उरत् उरत् उहु अत् उहु अत् इत्यनेन ऋकारस्य स्थाने अकार आदेशः सो तत्र वा नो तत्र तर्तृ तर्तृ देन् हलादिशेषः देन् तत्र देन् देन् हौ डिड् बिकम् तातृ दीर्घोकितः दीर्घोकितः इत्यनेन तातृ भवति ओके एवमेव जृ जा जृ शृ शाश्रु ओके शाश्रु ओके दीर्घोकितः ओके मम कृते द सूत्र बुक् मम पुरतः नास्ति भगिनि सो हलादिषु ओके हलादिषु पित्सु गुणः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन तातृ योगः ति तातर्ति इति भवति ओके 7483 अकित् अभ्यासस्य दीर्घादेशो भवति यङि यङ्लुकि च अतः अकित् अभ्यासः एव एतत् तस्य दीर्घादेशः भवति अस्तु भगिनि दीर्घोकितः सो मेनि टैम्स् ऐ हर्ड् बट् स्टिल् ऐ हव् ऐ नीड् दिस् सो मेनि हलादिषु पिचु गुणः भवति ऋकारस्य स्थाने अर् भवति तातर्ति इति भवति अजादिषु पिचु गुणः भवति सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति अजादिषु पित्सु ओके पित् इत्यनेन गुणः भवति, ऋकारस्य स्थाने अर् भवति, ता तरीति इति भवति. देन् हलादि अपित्, हलादि अपित् इत्यनेन गुणनिषेधः भवति, सार्वधातुकम् अपित् इति च इत्यनेन गुणनिषेधः. ऋत इद् धातोः इत्यनेन इकार आदेशः भवति, ऋत इद् धातोः. देन् इकारादेशः, देन् उरण्ड्रपरः इत्यनेन रेप रपारत्वं, हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वं. सो तातृयोगः तः गुणनिषेधः. ऋत इद् धातोः इत्यनेन इकार आदेशः, तातिर् तातिर् ओ ओ उरण्ड्रपरः इत्यनेन तातिर् भवति. ऋत इद् धातोः इत्यनेन इकार आदेशः, उरण्ड्रपरः इत्यनेन रपरत्वं. देन् हलीच इत्यनेन उपधायाः इकारस्य दीर्घत्वम्. ओ हलीच 8276 ओके. ऋवोः उपधाया दीर्घ इकः इति अनन्तरं हलीच. आम् ओके. तातिर्योगः तः तातीर् इति भवति, तातीर्योगः तः तातीर्थः. सो दिस् इस् फर् द हलादि अपित्. तः तः इति हलादि अपित् इत्यनेन गुणनिषेधः, बट् परन्तु ऋत इद् धातोः इत्यनेन इकार आदेशः, उरण्ड्रपरः इत्यनेन रपरत्वम्, अनन्तरं दीर्घत्वं, यतोहि ऋकारान्त अङ्गम् इत्यनेन ऋवोरुपधायाः दीर्घ इकः. अङ्ग नाट् अङ्गस्य तातिर् इति स्टिल् धातुपरे रेपान्तं, हलिपरे रेपान, ओ रेपान्त रेपान्तानां वकारान्तानां ऋवोरुप उपधायाः वर्णः हलि च हलि च. आम् या उपधायाः हलिपरे. आं भगिनि, तः इत्यनेन तातीर् इति भवति, तातीर्थः. ओके अच्छु. अजादि अपित्सु, अजादि अपित्सु अपित् इत्यनेन गुणनिषेधः, सार्वधातुकम् अपित् इति च इत्यनेन गुणनिषेधः. ऋत इद् धातोः ओके इत्यनेन ईकार आदेशः भवति, उरण्ड्रपरः इत्यनेन रपरत्वम्. ओ अत्र अजादि इत्यनेन तातृयोगः अति इति तातिर् भवति, हलीच इत्यनेन कार्यं नास्ति, अत्र अति इत्यनेन तातिरति, तातिरति इति भवति. अस्तु भगिनि. अजादि अपित्, अजादि अपित् प्रत्ययक्षेत्रे विशेषः. ओ दट् इस् फर् द नेक्स्ट् वन् ओके. लटीरूपं ओके, तत्र तातृ इत्यस्य भवती पूर्णतया वदतु. लट् लोट् लङ् विधिलिङ्ग् महोदय जाज्र इत्यस्य वदति ओके. तत्र एकवारम् अभ्यासः पूर्णतया भवति ओके. तातृयोगः ति गुणः भवति, पित् प्रत्ययः, तातर्ति इति भवति, ऋकारस्य स्थाने अर् इत्यनेन तातर्ति भवति. अनन्तरं तातृयोगः ईति इति कृते गुणः भवति, गुण तातरीति इति भवति. तितः, तः इति कृते कार्यः त्रयः कार्यः अस्ति. तातृयोगः तः ऋकार गुणनिषेधः भवति, अपित् प्रत्ययः, अपित् प्रत्ययः गुणनिषेधः. अनन्तरं ऋत इद् धातोः इत्यस्य कार्यम् अस्ति. ऋकार ऋत इद् धातोः इत्यनेन ऋकारस्य स्थाने इकार आदेशः भवति, इकार आदेशः अण् इत्यनेन उरण्ड्रपरः इत्यनेन रपरत्वं भवति. तातिर्योगः तः तातिर्योगः तः रेपस्य अनन्तर रेप अन्तः अनन्तरं हल् अस्ति इत्यनेन तातीर्थः इति भवति. देन् अति इति कृते तातृयोगः अति, अति इति अजादि अपित् अपित् इत्यनेन गुणनिषेधः. ऋत इद् धातोः कार्यं पुनरस्ति, ऋत इद् धातोः उरण्ड्रपरः इत्यनेन रपरत्वं, हलि च कार्यं नास्ति. सो ता तिरति इति भवति. ओके, ति सि इसि सि इसि इति अपि तातर्षि अनन्तरं तातरीषि इति भवति. तहत इति तातीर्थः तातीर्थ इति भवति. मि इमि तातर्मि तातरिमि गुणः भवति. देन् वहमः वहमः इति हलादि अपित् हलादि अपित् इत्यनेन गुणनिषेधः उरण् ऋत धातोः उरण्ड्रपरः इत्यनेन तातिर् योगः वह मह हलि च इत्यनेन कार्यं भवति. तातीर्वः तातीर्मः दीर्घत्वं भवति. देन् लोट् लोट् इति टु टु अण्ड् इ टु भगिनि तु इतु अन्तात् तु अन्तात् तु इति तु इतु द्वयोः पित् प्रत्ययः पित् प्रत्ययः इत्यनेन गुणः भवति. तातृयोगः तु तातर्तु इति भवति. ईतु ईतु इति तातर्योगः ईतु तातरीतु भवति. देन् तात् तात् इति गुणनिषेधः गुणनिषेधः इत्यनेन तात् अपि हलादि हलादि इत्यपि ऋतयुद्धातोः कार्यम् उरण्ड्रपरः इत्यनेन कार्यं भवति. सो तातृयोगः तात् तात् इति कृते तातिर्योगः तात् तातीर् तातीर्तात् इति भवति. देन् तु इतु तात् तामपि हलादि हलादि अपित् गुणनिषेधः अनन्तरं ऋत धातोः इत्यनेन ईकारादेशः उरण्ड्रपरः इत्यनेन रपरत्वं. सो तातिर्योगः तां तातिर्योगः तां दीर्घत्वं भवति. हलीच इत्यनेन ताम् इति हलादि तातिर् तातीर्ताम् इति भवति. तु ताम् अतु अतु अतु इति हलादि अजादि अजादि अपित् अजादि अपित् अपित् इत्यनेन गुणनिषेधः गुणनिषेधः अनन्तरं ऋत धातोः कार्यम् अस्ति. गुणनिषेधः इत्यनेन इकार आदेशः ऋत धातोः इत्यनेन इकार आदेशः उरण्ड्रपरः. सो तातिर्योगः अतु अतु तातिर्योगः अतु तातिर्योगः अतु इति कृते तातिरतु इति भवति. तातिरतु देन् ताम् अन्तु हि हि अपि च तात् द्वयोः अपि अपित् प्रत्ययः अपित् प्रत्ययः द्वयोः अपि हलादि हलादि इत्यनेन तातिर्योगः हि तातिर्योगः तात् इति भवति. ऋत धातोः उरण्ड्रपरः इत्यनेन तातिर् भवति. तातिर्योगः हि तातीर् हि इति भवति. तातीर्हि अनन्तरं तात् इति कृते तातिर्योगः तात् तातीर् तात् इति भवति. हि तात् तां तं आनि न न तं त अपि एवमेव तातीर्थं तातीर्थ इति भवति. अनन्तरम् आनि आवाम सर्वे सर्वे पितः सर्वे पितः अजादि अजादि पित् इत्यनेन गुणः भवति. गुण पित् इत्यनेन गुणः भवति. तातर् इति भवति. तातर् योगः आनि तातर् तातराणि इति भवति खलु भगिनि रेपस्य कृते तातराणि तातराव तातराम इति भवति. अनन्तरं लङ् लङ् लङ् तु तु ईत् अस्ति वा तु ईत् ताम् उः तु हलादि पित् हलादि पित् इत्यनेन गुणः भवति. तातृ योगः तकारः तातृ सो ऋकारस्य स्थाने गुणः इत्यनेन अर् भवति. तातर् तातर्त् इति भवति. अत प्रथमम् अडागमः अतार्तर्त् अतार्तर्त् किं कस्य लोपः तकारलेपतकारसंयोगः अस्ति खलु तत्र संयोगान्त ओ संयोगान्तस्य लोपः वा अथवा हल्म्याभ्योगि पुनः पुनः भगिनि अतातर् अतातर् योगः तु अतातर् योगः तु नव आं सत्यम् अपृक्त एकाल् किल अपृक्त एकाल् इत्यनेन हल्म्याभ्यो दीर्घा चतुस्य पृक्तं हल् इत्यनेन तकारलोपः अतातर् इति भवति. अतातर् इति अतातः इति भवति. अतातः रेफस्य स्थाने विसर्गादेशः भवति. देन् अवसाने एव किल कर् कर्वर् कर्ण करवसानयो विसर्जनीयः इत्यनेन अवसानस्य कृते रेपस्य देन् अतातः तु देन् ईत् ईत् अपि भवति. अतातरीत् इति भवति. अतातरीत् देन् तु ईत् तु ताम् ताम् तातीर्ताम् इति भवति. तातीर्ताम् ऋतातीर्ताम् अतातीर्ताम् आं भगिनि अतातीर्ताम् सत्यम् अतातीर्ताम् देन् तु ताम् उस् प्रत्ययः भवति. उष्प्रत्ययः इति कृते उषि प्रत्ययः अजादौ जुषि परे गन् नाट् अजादौ अतातृ योगः उस् उस् इति कृते अतातर् गुणः भवति. अतातर् योगः उः अतातरुः भवति. तु ताम् सकारः ईः ओके सकारः अपि अतात् गुणः भवति. अतातर् सकारः सु हल्म्याभ्यो दीर्घात् इत्यनेन सकारलोपः भवति. अतातर् इति भवति. अतातः प्रथमपुरुषाय एकवचनमपि मध्यमपुरुषाय एकवचनमपि अतातः भवति. देन् अतात् अतातर् योगः ईस् ईस् इति कृते अतातरीश् भवति भगिनि नो अतातरीः ईः अतातरीः इति भवति. अतातरीः देन् तु तां स्तं तं त अपि गुणनिषेधः भवति. हलादि तं त हलादि अपि गुणनिषेधः भवति. गुणनिषेधः भवति इत्यनेन ऋत धातोः इत्यस्य कार्यम् अनन्तरं मुरण्ड्रपरः अनन्तरं हलीच इत्यनेन दीर्घत्वं सो तातीर्थम् अतातीर्थ इति भवति. अम्वम अम् इति अजादि अपित् अपित् इत्यनेन गुणनिषेधः सरुत धातोः उरण्ड्रपरः कार्यं तातृयोगः अम् तातिरम् इति भवति. तातिरम् अतातिरम् किल अतातरम् इति भवति किल तातृ किल. आं भगिनि इकारः कुतः इत् न भवति इक् न भवति अतातरम् भगिनि अत्रापि टैपो अस्ति वा इन् अवर् थिङ्ग् फोर् अजादि अजादि अपित् गुणनिषेधः सार्वधातुकम् ओके ऋत इ धातोः देन् तातृयोगः अति इति कृते तातरति ऋत इ धातोः ईकारः तत्र अस्ति तातिरति एव क्षम्यतां तदहं विस्मृतवती गुणः इति चिन्तितवती परन्तु अम् इति तु पित्त अस्ति भगिनि ईकारादेशः न भवति किल ओके ओके न्यूनं भगिनि ऐ वास् लुकिङ्ग् अट् अजादि अपि तत्र फोर्त् स्टेप् सत्यं तद् सम्यक् एव अस्ति अजादि इदानीम् अम्बि अजादि अजादि पित् अस्ति पित् अस्ति इत्यनेन गुणः भवति तातृयोगः अम् इति अतातृयोगः ओके अतातर् योगः अम् अतातरम् इति भवति इदानीं सम्यक् इकारः नास्ति अतातरं सम्यक् तामनिष्टं अम्बम पकारमकारः हलादि अपित् हलादि अपित् इत्यनेन गुणनिषेधः ऋतै धातोः इत्यनेन ईकार आदेशः अतातिर् इति भवति उरण्ड्रपरः इत्यस्य कार्यम् इत्यनेन अतातिर्योगः वः अतातीर्वः अतातीर्मः इति भवति वम अत्यातीर्व अतातीर्मनिष्ठ अं वम आम् आं भगिनि विसर्गः नास्ति अतातीर्व अतातीर्म इति भवति विधिलिङ्ग् यात् यातां युः सर्वे प्रत्ययाः हलादि हलादि अपित् हलादि अपित् इत्यनेन गुणनिषेधः ऋत धातोः इत्यनेन इकार आदेशः अतातृयोगः अतातिर् इति भवति अतातिर् ऋत ऋकारस्य स्थाने इकारः उरण्ड्रपरः रे रपरत्वं अतातिर्योगः अतातिर्योगः यात् यात् अतातिर्योगः यात् अतातिर्यात् अतातिर्यातां अतात् अकारः नास्ति ओ ओ अकारः यो हली च अस्ति यात् ओके तातृयोगः यात् तातृयोगः यात् ऋतै धातोः ऋकारस्य स्थाने इकारः सो तातिर् इति भवति तातिर्योगः यात् दीर्घत्वं दीर्घः दीर्घत्वं भवति हलिच इत्यनेन तातीर्यात् तातीर्यात् तातीर्यातां तातीर्युः यात् यातां युः याः यातं यात् तातीर्याः तातीर्यातं यात् यातां युः याः यातं यात् तातीर् तातीर्यात तातीयां युः यां याव याम तातीर्यां तातीर्याव तातीर्याम सम्यक् भगिनि तावदेव सम्यक् समीचीनं महोदय भवान् अग्रिमधातुः अरुणा भगिनी स्थानं प्राप्तवती वा अनौष्ट्यपूर्व ऋकारान्तदातवः किं भगिनि स्थानं प्राप्तवती वा कुत्र स्मः इति अनोष्ट्यपूर्व ऋकारान्त धातुः इदानीं रघुपतिमहोदय झृ करोति भवती अनन्तरं श्रु इति करोति आम् महोदय झृ झृ तत्र झृ इत्यस्य झृ झृ झझृ अनन्तरं तत्र झर्झृ झझृ झाझृ इति भवति झाझृयोग झाझृयोग ति एकनिमिषः झाझृयोग ति तत्र झाझर् इति गुणः भवति झाझर्ति इति भवति अनन्तरं झाझृयोग इति तत्र झाझर् झाझरीति इति भवति झाझृयोगतः अस्ति तत्र झाझर्योगतः अत्र ऋतै धातोः झाझिर् इति भवति अनन्तरं हलिचित् झाझिर् झाझीर्तः झाझीर्तः इति भवति अग्रे झाझृयोग अति अत्रापि ऋतै धातोः इति सूत्रस्य कृते झाझिर् झाझिर्योग अति दीर्घः न भवति झाझिरति इति भवति अग्रे झाझृयोगसि झाझर्षि झाझर्षि इति भवति अनन्तरं झाझर् झाझृयोगैषि झाझरीषि झाझरीषि इति भवति झाझृयोगतः तत्र झाझिर् इति भवति अनन्तरं झाझीर्थः इति हलिचैत्यनेन तत्तथैव झाझीर्थ इति भवति झाझृयोगमि झाझर्मि इति भवति झाझरीमि इति अत्र गुणः भवति झाझृयोगवः तत्रापि झाझिर् इति भवति झाझिर्योगवः झाझरीवः झाझरीमः इति अग्रे तु इति अस्ति झाझृयोग तु झाझर्तु इति भवति झाझरीतु इति भवति झाझरीतात् इति भवति अत्र झाझर् योग झाझिर् योगतात् झाझीर्तात् क्षम्यतां झाझीर्तात् अस्ति तथैव तत्र झाझीर्तां झाझर्योग अतु च झाझृयोग अतु तत्र झाझिर्योग अतु झाझिरतु इति भवति अग्रे झाझिर् झाझिरत् इति झाझिर्योगहि अत्रापि झाझिर्योगहि इति झाझी झाझिर् झाझी झाझीर् झाझीर्हि इति भवति झाझीर्हि झाझीर्तात् तथैव झाझीर्तं झाझीर्त झाझर् झाझराणि झाझराव झाझराम इति भवति अग्रे लङ् लङ् झाझिर् झाझिर् अजाजिर् अजाजिर्योगत् इति अस्ति अजाजर् योगत् इति अत्र तकारस्य लोपः भवति हल्ङ्गेभ्यो झाझर् अजाजः अजाजर् खलु अजाजः इति भवति अग्रे एतदेव किञ्चित् मम क्लेशः अस्ति अजाजः अतातः इति रूपं साधुवः इति तत्र न श्रूयते किल श्रूयते आम् अन्यत्र कुत्रापि दृष्ट्वा वदामि मातुः पुस्तके तु नास्ति परन्तु रूपं सम्यक् न श्रूयते तत्र अजाजः अत्तातः अजाः इति तादृशं न भवति तत्र किमपि वयं तदेव खलु तत्र तत्र तादृश एव प्रायः किमपि न अजाः इति रूपं भवति वा अतातः अजाजः इति धातुः झृ इति अस्ति इति अस्ति भगिनि वयं दृष्टवन्तः भगिनि सिमिलर् रूपं अदादिगण अदादिगण अर अर जुहोत्यादिगण तादृशं तादृश अतः एव वदामि तत्र तदापि एतत् किमपि क्लेशः अस्ति अहं किञ्चित् सापि द्रष्टव्यं सातः अजाः इति रूपम् इदानीं तत्र रेपस्यापि विसर्गः जातम् अस्तु किञ्चित् चिन्तयित्वा अजाज्रियोगः इति अस्ति अजाज्रियोगः अत्र अजाजर् इति तत्र गुणः भवति खलु जुषि चैत्यन् गुणः भवति अजाजर् अजाजरुः इति भवति अजाज्रियोगस् इति अस्ति अत्र अजाजः इति भवति तत्र गुणः भूत्वा सकारलोपः अनन्तरं विसर्गः भवति अजाजः इति अजाजृ अजाजरीः इति भवति अत्र अजाजर् इति भवति ईः इति अजाजरीः इति अजाजृ योगतं तत्र ऋतैर्धातौ अजाजिर् इति भवति अजाजी अजाजिर् अजाजीर्तम् अजाजीर्त अग्रे अम् इति अस्ति अजाजृ योग अम् अजाजरम् इति भवति अजाज्रियुग वा इति अत्र अजाज्र अजाजिर् अजाजिर्युगम अजाजीर्व अजाजीर्म इति रूपाणि अग्रे याति इत्यस्ति सर्वत्र अजाजिर् इति क्षमतां जाजिर् इति एव जाजिर् किमर्थं तत्र ऋतैर्धातुः इत्यनेन अनन्तरं हलि च इत्यनेन तत्र दीर्घत्वं भवति जाजीर्यात् जाजीर्यातां जाजीर्युः जाजीर्याः जाजीर्यातां जाजीर्यात जाजीर्याम जाजीर्याव जाजीर्याम जाजीर्य जाजीर्याम इति समीचीनम् अन्यत्र सर्वत्र सम्यक् एव लङ् एव किञ्चित् अहं कर्तः कः भगिनि तत्र भगिनि ऐ वास् चेकिङ्ग् अदादिगण भगिनि हा वदतु अजा अजा जागृधातोः कृते सिमिलर् रूपं भगिनि जागृविच्छिन्न अत्र या देर् आल्सो वि हव् डन् द तां द हल अजागः इति भवति वा अजागः अजागः अपि सम्यक् अजागर् उस् उस् प्रत्ययम् अजाग्रयोग अजागः इति भवति भगिनि तकारो दीर्घ अजागर् भवति अनन्तरं हल्न्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इत्यनेन अजागर् देन् करवसाने विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः अजागः ऐ एम् रीडिङ्ग् इट् करपत्र भगिनि अदादिगण सो अत्र अत्र अजाजः इति भवति वा आम् तदेव खलु भगिनि अजाजर् अजाजर् अजाः इति न अजाजः सम्यक् श्रूयते अजाः इति अजाजः अतातः अतातः समीचीनं झृ इति जृम्बणं वा जृम्बणं वा झृ जृम्बणम् सत्यं जृम्बति जृम्बति ब्रह्मा ब्रह्मा कल् आरम्भे किल जृम्बति वा तर्हि तत्र बालकाः वारं वारं न जृम्बति एकवारमेव जाजिरति बालकः वर्गे जाजिरति बालकः वर्गे जाजिरति अम्मा विषये न वक्तव्यं तादृशम् आं बालकाः आं तरणं बालकरति इति भवति तदपि नद्यां तातिरति श्रु इत्यस्य महोदय कः अर्थः शृणाति तत्र शृणाति श्रीणा क्षीणा भवति वा शृणाति वा तत्र प्रायः एतत् क्रयादिगणे अस्ति वा अहं न जानामि क्रियादिगणे प्रायः शृणाति जृणाति तादृशः अस्ति वा शृणाति अस्ति वा अहं न जानामि प्रायः शृणोति इति रूपं वा तत् श्रु तत् नास्ति तत् श्रु इति ह्रस्व तत्र नास्ति श्रु इति दातु खलु तत्र श्रुवः श्रु श्रु इति भवति आदेशः भवति तद्भिन्नमस्ति धातुः एव नास्ति सा दृश्यते दीर्घकारान्त अस्ति तत्र द्रष्टव्यं तत्र श्रु हिंसायां क्रयादिः यदा भवान् उक्तवान् तत्र धातुद्वयमस्ति एकं तु द्वयमपि हिंसायाम् एकं तु उभयपदी अस्ति एकं परस्मैपदी अस्ति परन्तु द्वयमपि क्रयादिगणीयः एव फार्म्स् नाट् अवेलबल् तत्र किमपि पाठभेदः ऋ इत्यस्य अयम् उभयपदी पाठे भेदः सिद्धान्तकौमुद्यां मास्तु द्वितीयं पश्यामि ऋ इत्यस्य शृणाति इति रूपम् आगच्छति आं शृणाति आम् शृणाति शृणाति इत्युक्ते टु डेस्ट्राय् टु किल् इत्येव हिंसायां किल हिंसायां टु किल् टु डेस्ट्राय् हिंसाकर्णा मार्डाल्ना भयोत्पादकाः तत्र अस्माकं तत्र सीमाप्रदेशे शाशिरति शाशिरति वा शाशिर् इति शाशिरति शाशिर् शाशिर्ति शाशिर्ति शाशिर् बहुवचनं वदति वा शाशिरति शाशिरति सैनिकाः आततायिनः तत्र आततायिनः अस्तु आततायिनः अस्तु आततायिनः शाशिरति सत्यं शाशिरति शाशिरति खलु शाशिरति शाशिर् तातिरति इव शाशिरति आं सत्यम् अधुना भगिनी वक्तुं शक्यते वा श्रुधातुः प्रयत्नं करोमि श्रुधातु शाश्रु भवति दृप्तं भवति तदनन्तरं लट्लकारे तितः अन्ति ति अस्ति फित् अस्ति गुण भवति शाश्र भवति साश्रयोग साश्र साशर साशत् शाशति शाशति शाशर्ति शश एव श एव शाशर्ति तालव्य एव शाशर्ति शाशस्ति एव तालव्य शिवाशर्ति शाशर्ति बट् रेफर् न आगच्छति आगच्छति ओके ओके आगच्छति गुणः किल शाशर् अर् शाशर्ति शाशक्ति तः इति अप्यत् फलादि अप्यत् अस्ति गुणनिषेधः भूत्वा अददातुक प्रत्यय सा नो ऋत उत ऋत धातोः इति सूत्रेण ऋकारस्थाने इकार भवति तदनन्तरं शाशि शाशितः दीर्घः अपि शाशीर्घः हलिच हौ हलिच ओके हलिच अति अत्र अति अपि अजादि अपि अस्ति गुणनिषेधः ऋत ऋत धातोः विद्युतेन इकार भवति साशि हलिच इति दीर्घं भूत्वा सा शीतति तत्र अकारः हल् वर्णः नास्ति किल अतः तत्र बहुवचने न भवति केवलं इकारादेशः एव शाशिरति शाशिरति भगिनि यत्र अपि अस्ति भगिनि इति आं तत्र आं सि ईशि सः प्रथमविभक्ति इति प्रथम इति आं सत्यं सत्यम् इति पित् अस्ति गुणः भवति साशीरीति भवति शाशरीति शाशरीति ओके शाशरीति सिप् सि सिप् हलादि पित् अस्ति गुणः भवति शाशिर् शाशीर् रेफ अस्ति ससदशो रुः इति प्रत्ययः ईकारः अस्ति किल अपृक्तयेकाल् ओ अपृक्तयेकाल् इति सूत्रेण रेफ् अपगच्छति न किमपि न भवति यदा सामान्यं श जाशिर् योगः सि आदेशप्रत्ययोः ओ शशि रशि शशि रशि ईशि अत्र अपि शशि ऋषि भवति सत्यम् ओके तं हलादि अर्पित् अस्ति गुणनिषेधः ऋत धातोः सूत्रेण एक आदेशः भवति शाशिर् युवतं हलादिसूत्रेण हलिचा इति सूत्रेण दीर्घं भवति शाशितं नो लट् किल शाशि लट् किल लट् लकारः एव वदति किल भगिनी भवति भगिनि लट् लट् लकारे सः थ किल मध्यमपुरुषः दीर्घ एकार अग्रे उत्तमपुरुष उत्तमपुरुष मिप् गुणः भवति शाशिर् शाशिर् शाशर्मः शाशर्वि साशर्मि साशर्म अपित् अस्ति साशर्ति ऋत इतश्च इतस्य दीर्घ इकार भवति मिप्पति हलि अस्ति हलि चायन साशीरीव साशीरीम शाशीर्वः शाशीर्मः लट्टिके यवः वः य शाशीर्वः शाशीर्मः नोट्लकारे शाशीर् शाश्व इति धातुः शाश्व योगः तु शाशर् शाशर् भवति शाशर् यः तु शाशर्तु तावदेव शाशर्तु शाशर्तु तात् अत्र ईत् तात् ओ ईत् ओके ईतु ईतु शाशीरीतु भवति शाशरीतु शाशरीतु तात् गुणनिषेधः ऋत इत्यस्य चित्रेण ऋकारस्थाने इकार भवति शाशीर् भवति भगिनि शाशीर् सत्यं शाशीर्तां शाशीर्तात् शाशीर्ताम् अतुः अतु अतु अजादि अपित् अस्ति गुणनिषेधः ऋत इतश्च ऋतेन शाशीर् शाशिर् शाशिरतु सत्य मध्यमपुरुषे हि अस्ति साशी गुण अपित् अस्ति गुणनिषेधः साशीर्षीर्हु साशीर्हु हि साशीर्हि शिर्हि तातेव रूपद्वयमेव भगिनि तात् गुणनिषेधः तम् अत्र सा अपित् अस्ति अलजापित् गुणनिषेधः साशीर्तं साशीर्त आने आव आम अत्र सर्वे पित्तः अजादि पित् अस्ति गुण भूत्वा शाशुराणि शाशुराव शाशुराम शाशिराणि शाशिराव सम्यक् शाशि समीचीनं लङ् लङ् लकारे लङ् लुङ् श्रुदात्त इति सूत्रेण अकार आगच्छति आशश्रु तकार अस्ति तकारे अपि पित् पित् अस्ति गुण भवति आशश्रि आशस् अत्र तकारलोप भवति कल्पने हल्नाद्यो भूत्वा अशाशः अशाशः ईश् अपि अस्ति अत्र सित् पित् अस्ति अशीष अशिषिः कुत्र प्रथमपुरुष रूपद्वयमस्ति भवता अत्रापि तां ताम् अपि गुणनिषेधः ऋतु ऋत धातोः सूत्रेण इकार आगच्छति ऋकारस्थाने अशाशिर्दीर्घ अपि ताम् इति हलादि हलिज इति सूत्रेण अशाशीर्तः अशाशीर्तम् अनुहु आगच्छति चुष्य आगच्छति प्रत्यय अपित् अजादि अपित् गुणनिषेधः ऋतयुद्धातोः सूत्रेण एकारम् ऋकारस्थाने जुसि च इति सूत्रम् गुणः ओ गुणः भवति ओके ओके केवलं तत्र एव अपवादरूपेण ओके ओके अशाशि अशाशि अशाशि अशाशुः इकारः न भवति गुणः एव ओके अशाशिः शाशरुः ओके हर् इति गुणः अशाशरुः अशाशरुः ओके मध्यं पुरुषे स एव पित् अस्ति गुणः भवति अशा सकारलोपः भवति अपृप्तः हल्लाद्यो सूत्रेण अशिर् रेफा अस्ति अन्ते कर्मसानयो विसृजनीयः इति न रेफ् विसर्गः भवति अशीषः ईस् अस्ति अत्रापि अस् गुणः भवति अशाशिरी भवति अशाशरी भवति अत्र गुणनिषेधः कृतिधातोः सूत्रेण इकार असशिर् असशिर् तं हलि च इति सूत्रे दीर्घ भवति अशीर्षीर्तम् अम् अत्र जाति पित् अस्ति गुणभूतन्ति अशाशं भवति शाशरम् अशाशरम् अशाशर् गुण नास्ति अशशीर्वः अशशीर्मः अशीर्व अशाशीर्म ईर्व ईर्म ईर्व ईर्म विधिलिङ्ग सर्वे केवलं वर्णमेलनमेव सर्वे अपि अस्ति सशीर्यात् सशीर्यात् शाशीर्यातां शाशीर्युः शाशीर्याः शाशीयातं शाशीयत शाशीयाम शाशीयां शाशीयाम शाशीयाम तत्र सर्वत्र रेपः अपि अस्ति शाशीर्यां क्षमता नास्ति चिन्ता भगिनि तत् अभ्यासार्थमेव किल अतः अन्नोष्ट्यपूर्वऋकारान्तदातवः अस्ति चेत् तत्र ऋत इद्धातोः हली च यदा हल् परे अस्ति चेत् हली च हल् नास्ति चेत् केवलं तत्र ऋत इद्धातोः कार्यं सार्वधातुकार्धधातुकयोः तु वयं जानीमः इदानीम् अनौष्ट्यपूर्व पश्याम धन्यवादः भगिनि उषा भगिनी अनौष्ट्यपूर्वः अस्तु भगिनि भगिनि क्षम्यताम् ऐ सेण्ट् अ चाट् मेसेज् टु महोदय ऐ डोण्ट् नो इफ् यू गाट् नो नो नाट् ऐ जस्ट् वाण्टेड् टु नो द थौसण्ड् इन् इन् कन्नड लाङ्ग्वेज् किं भगिनि न श्रूयते सम्यक् साविर साशिर साविर सहस्र सासिर इति अपि अस्ति ओके ओके दट्स् वाट् ऐ वास् सिङ्गिङ्ग् इन् मै मैण्ड् सहस्रनाम बिकास् वि आर् डूङ्ग् द शाश्र शाश् ऐ वास् थिङ्किङ्ग् वाट् शुड् ऐ से इट् सासिर सासिर नाम अन्तरम् एन्तो धन्य क्षम्यतां भगिनि कुडिङ्ग् गेट् औट् ओके ओष्ट्यपूर्व ऋकारान्ताः धातवः ओष्ट्यपूर्वः सो पकार पकार अस्ति ऋकारान्त पृ धातोः पापृ इति भवति पा इति दीर्घोकितः इत्यनेन ओके पापृ वृ इति वावृ भवति भृ इति वावृ भवति मृ इति मा मृ भवति. हलादिपित्सु गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति. पापृ युगकति पापर्ति. अजादि अजादिपित्सु गुणः सार्वधातुक अर्धधातुकयोः इत्यनेन पापृ युगः ईति ईति अपि अजादि पित्त पित् अस्ति गुणः भवति. पापृ युगः इति पापरीति ऋकारस्य स्थाने अर् भवति. पापर् योगः इति पापरीति. हलादि अपित् हलादि अपित् इत्यने इत्यस्य कृते गुणनिषेधः भवति. ङित् प्रत्ययः सार्वधातुकम् अपित् इत्यनेन किङिति च इत्यनेन गुणनिषेधः. उदोष्ट्यपूर्वस्य उत् ओष्ट्यपूर्वस्य इत्यनेन उकारादेशः. उरण्ड्रपरः इत्यनेन रपरत्वम्. हलीच इत्यनेन उपधायाः उकारस्य दीर्घत्वं. पापृ योगः तः हलादि अपित् हलादि अपित् तकारः हलादि अपित् पापृ योगः तः पापुर् योगः तः पा पापुर् योगः तः उदोष्ट्यपूर्वस्य इत्यनेन उकार आदेशः. ओके, ऋकारस्य स्थाने उकार आदेशः उदोष्ट्यपूर्वस्य. ओके, देन् उकारादेशः, देन् हलीच इत्यनेन रेपस्य अनन्तरं हल् हल् वर्णः अस्ति इत्यनेन रुवोर् उपादाय दीर्घैकः हलीच. पापूर्तः पापूर्तः. अजादि अपित् अजादि अपित्सु गुणनिषेधः सार्वधातुकम् अपित् नीति च इत्यनेन उदोष्ट्यपूर्वस्य इत्यनेन उकारादेशः उकारादेशः उरण्ड्रपरः इत्यनेन रपरत्वम्. ओके, पापृ योगः अति पापुरति पापुर् योगः अति ऋकारस्य स्थाने ऊहु देन् ऊः उर् पापुरति इति भवति. अस्तु भगिनि, तत्र ऋत इति सामान्येन भवति, तत्र विशेषः किल उदोष्ट्यपूर्वस्य इकारं बाधित्वा उकारादेशः उदोष्ट्यपूर्वस्य इत्यनेन. तत्र आम् तत्र भवती रूपं वक्तुं शक्यते वा? तत्र पृ पापृ पापृ पाप् ओके पापृ योगः अति गुण पापर्ति इति अपि गुणः भवति. पित् प्रत्ययः पापरीति भवति. देन् देन् तः लटीरूपं तः तः इति हलादि अपित् अपित् इत्यनेन गुणनिषेधः. उदोष्ट्यपूर्वस्य इत्यनेन ऋकारस्य स्थाने ऋ उ आदेशः भवति. अनन्तरम् उरण्ड्रपरः इत्यनेन रेपः अपि अस्ति. पापुर् योगः तः हलीच इत्यनेन दीर्घत्वं भवति. पापूर्तः इति भवति. पापर्ति पापरीति पापूर्तः. अनन्तरम् अजादि अत्र ति इति तः त त अपि अस्ति. त इति तितः अति अति अति अति इत्यस्य कृते अजादि अपित् अजादि अपित् इत्यनेन गुणनिषेधः. उदोष्ट्यपूर्वस्य इत्यनेन उकारादेशः. देन् रेपः भवति. अत्र हलीच इत्यस्य प्रसक्तिः नास्ति. पापुरति इति भवति. देन् सि सि इ सि इति फित् प्रत्ययः. पापर् षि पापरीषि. देन् तहत तहत पापूर्थः पापूर्थ. देन् मि इमि पापर्मि पापरीमि पापरीमि गुणः द्वयोः कृते पापरीमि. देन् मी वहमः वह इति कृते हलादि हलादि हलादि अपित् इत्यनेन उदोष्ट्यपूर्वस्य कार्यम् अस्ति. पापुर् वह पा न अनन्तरम् उरण्ड्रपरः हली च हली इत्यनेन दीर्घत्वम् अपि भवति. पापूर्वः पापूर्मः इति भवति लटीरूप लटीरूपं. समीचीनं महोदय, लोट् वदति वा? तत्र एकम् एकः धातुः पर्याप्तमिति चिन्तयामि. तत्र समानमेव अस्ति किल इदानीं किं मृत धातोः स्थाने उदोष्ट्यपूर्वस्य इत्यस्य कार्यम् अस्तु इति अस्ति. पापृ इति पापर्तु इति गुणः भवति. पाप पापृयोग ई तु तत्र गुणः, अनन्तरं पापरीतु इति भवति. पापर्योग तात् अस्ति अत्र रूपै धातोः प्रबाद्य उदोष्टपूर्वस्य तृणम् पापुर्योगतात् हलिचित्रेण पापूर्तात् तथैव तत्ताम् इति अस्ति पापूर्ताम् इति भवति. अतु यस्य अस्ति तत्र पापृ यत् अत्र पापुर् इति भवति पापुरतु इति भवति तत्र दीर्घः न भवति. पापृयोगहि इति अस्ति तत्रापि पापुर्योगहि इति पापूर्हि इति भवति. पापूर्तात् पापूर्तं पापूर्त अग्रे पापृयोग आनि अत्र गुणः भवति पापराणि पापरा वा पापराम इति. समीचीनम्. केवलं तत्र हृदयधातोः इत्यस्य स्थाने उदोष्ट्यपूर्वस्य इति स्मरणे भवति चेत् वरम्. अस्तु अरुणा भगिनी. आकार आदेश आगच्छति. अप प्रु अप गुणः भवति एव पित्तस्य कारणात् अपर् भवति. अपर् यत् तकारलोपः भवति अल्लाभ्यो इति सूत्रेण अपापर् रेफास्थाने विसर्गः आगच्छति. अपापर् अपापः अपापः ताम् अस्ति. अत्र अपि अपित् अस्ति तद् रूपमस्ति. नूतनसूत्रं दोष्ट्यपूर्वस्य उकारः उकारस्थाने उकार आदेशः भवति. पापुरेफ अपि आगच्छति. पापुर् इति ईत् न कृतवती भगिनी कविता. अपापरीत् भवति तं ताम् अस्ति चेत् पापुर् तां दीर्घं भवति हलिता इति पापु पापुर् तां पापुर् अत्रापि उः भवति. जुषि चेत् गुण भवति पापुर् अपापुर् अपापुर् पापा अपापरुः मध्यमपुरुषे गुणः भवति. अपापुर् योगः सकार सकारलोपः भवति. अपापः रूपमेव ईश् अस्ति चेत् अपापरीश् सकारस्थाने मूर्धन्यषकार पापरीश् भवति. तम् अस्ति चेत् अपरीः एव विसर्गः. ओ विसर्गः ओ अपरीः ओके. मध्यमपुरुषे अपापुर् तं दीर्घलिचा इति सूत्रेण दीर्घं भूत्वा पपूर् तं अपु अपापूर्तम् अपूप् अपापूर्त अम् अम् वा पित् अस्ति. अपापुर् अपापरम् अपापरम् अपाम् अपा अपा वा इति अपित् हलादि अपाप् योगः वा अपापूर्व अपापूर्म. समीचीनम्. अपापूर्व अपापूर्म विधिलिङ्गपि भवती एव वदति. यातां युः सर्वे हलादि अपित् अस्ति. ततः गुणनिषेधः पापुर्यात् पापुर्यातां पापर्युः पापर्याः पापर्यातं पापर्यात अम् अस्ति गुण भवति पापराम पापुर्यां पापरां पापराव पापराम पापुर्या पापुर्यां समीचीनम् अपु नाम न न भगिनि सर्वे अपितः एव तत्र किमपि नास्ति अनेन तत्र अजन्त यङ्लुङ्गन्तधातूनां चिन्तनं समाप्तम् अग्रिमसप्ताहे वयं हलन्त यङ्लुङ्गन्तधातूनां विषये पश्यामः यदा हलन्तः आगच्छति तत्र अस्माकं सन्धि हल् सन्धिविषये तत् पुनः आगच्छति वयं पूर्वं तु कृतवन्तः यदा यदि न स्मरन्ति चेत् किञ्चित् दृष्ट्वा आगच्छन्तु तत्र मम किमपि डाक्युमेण्ट् इव किमपि मया प्रेषितं पूर्वं तदस्ति वा इति अहमपि एकवारं पश्यामि तदस्ति चेत् एकवारं दृष्ट्वा आगच्छन्तु तत्र सुलभं भवति तदेव तदेव अवशिष्टः धन्यवादः धन्यवादः भगिनी नमस्कारः